पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 152 महादेव उवाच तीर्थानां प्रवरं तीर्थं साभ्रमत्यास्तडे स्थितं बालाप इति विख्यातं भुक्तिमुक्तिप्रदायकम् तपस्वीधारितं तीर्थं विबुधानां समाश्रयं तत्र कन्या तपस्तेपे परमं सुदृढव्रता कन्या कण्वमुने साध्वी रूपेणा प्रतिमा भुवि बाला बालावती नाम कुमारी ब्रह्मचारिणी व्रतं चचार सावित्र्या नियमैर्बहुभिर्युधा भर्ता मे भास्करो भूयादिति निश्चित्य भामिनि समास्तस्य समाक्रान्ता दशसाभ्रमदीतटे चरन्त्या नियमांस्तांस्तान् भक्त्या परमदुश्चरान् तस्यास्तु तेन व्रतेन तपसा व्रतचर्यया भक्त्या च भगवान् प्रीतः परया भक्तिसम्पदा आजगामाश्रमपदं देवदेवो दिवाकरः आस्थायरूपं विप्रर्षेः प्रविष्ठस्तु महामनाः सातं दृष्ट्वोग्रतपसा वरिष्ठं ब्रह्मवित्तमं वानप्रस्थविधानेन पूजयामास तं द्विजम् उवाच रविभक्ता सा कल्याणी तं तपोधनं भगवन्मुनिशार्दूल किमाज्ञा पयसि प्रभो सर्वं तुभ्यं यथाशक्ति दास्यामि स्वतनुं विना सूर्यभक्तास्मि देवाणीं दास्यामि न कथञ्चन व्रतैश्च नियमैश्चापि तपोभिश्च तपोधन सूर्यस्तोषयितव्यो मे देवस्त्रिभुवनेश्वरः इत्युक्तवत्यां तस्यां तु स्मयन्निव निरीक्ष्यताम् उवाच नियमस्तां तां सान्द्वयन्निव भास्करः उग्रं चरसि कल्याणि तपः परमदुष्करं यदार्थं च समारम्भस्तव बाले तथैव तद् तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति देवत्वं प्राप्यते भद्रे तपसा मोक्ष एव च इमानि पञ्चसुभगे बदराणि प्रदीच्छ मे दत्त्वा स बदराण्यस्यै पचेत्युक्त्वा रविर्ययौ अपृष्ट्वा तां तु कल्याणीं ब्रह्मरूपी विहायतां स्थितोऽसौ नादिदूरेण इन्द्रग्रामे महायशाः स्थित्वा जिज्ञासयाभावं तस्याश्च ब्राह्मणो रविः बदराणामुपवनं कारयामास भास्करः तदस्सा प्रयता बाला प्राञ्जलिर्विगतश्रमा पाकाय बदराणां सा पावकं समधिश्रयत अपचत् परमादेवी बदराणि महाप्रभा तस्याः पचन्त्या सुमहान् कालोग्राच्च सुरेश्वरी भस्मपुञ्जो महाञ्जादो दिनं च क्षयमन्वगाद हुदाशनेन दग्धस्तु महान् वै काष्ठसंचयः पादौ प्रक्षाल्य सा पश्चात्पावके चारुदर्शने ददाह बदरार्थं च ब्राह्मणप्रियकाम्यया दग्ध्वा दग्ध्वा पुनः पादौ उपर्याधार्यते नखे अथास्या कर्म तद्दृष्ट्वा प्रीतो देवो दिवाकरः तदः सन्दर्शयामास कन्यायै रूपमात्मनः उवाच परमप्रीतस्तां कन्यां सुदृढव्रतां सूर्य उवाच प्रीतोऽस्मि बाले भक्त्यादे तपस्सा व्रतचर्यया यस्मादभिमधकामो बाले सम्पद्यतां तव अस्मिंस्तीर्थे तपोयुक्ता मद्गृहे त्वं निवस्यसि इदं च तीर्थप्रवरं तव नाम्ना च लक्षितम् बालाप इति विख्यातं साभ्रमत्यास्तडे स्थितं विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिस्तु स्तुतं पुरा बालातीर्थे नरस्नत्वा त्रिरात्रमुषितशुचिः रक्तादित्यमुखं दृष्ट्वा सूर्यस्योदयनं प्रति सूर्य लोकमवाप्नोति नात्र कार्या विचारणां सूर्यवारेध सङ्क्रान्तौ सप्तम्यां तु विशेषतः विषुवत्ययने चापि चन्द्रसूर्यगृहेऽपि च स्नात्वा सन्तर्पय देवान् पितृनथ पितामहान् गुडधेनुं ततो दध्यात् ब्राह्मणेभ्यो गुडोदनं करवीरैर्जपापुष्पैरक्तादित्यप्रभूजनं ये कुर्वन्ति नरास्ते वै सूर्यलोके वसन्ति वै रक्तां धेनुं नरो दद्यादेकं चैव धुरन्धरम् स यज्ञफलमाप्नोति न नरो निरयं व्रजेद व्याधितो मुच्यते रोगात् बद्धो मुच्येत बन्धनाद् तीर्थेऽस्मिन् पिण्डदानेन तृप्तिं यान्ति पितामहाः महादेव उवाच तथान्यदपि माहात्म्यं तीर्थस्यास्य तपोधने श्रूयतां यत्पुरावृत्तं व्यासेन कथितं महद पुरात्रमहिषो वृद्धो जरया जर्जरीकृतः अशक्तो भारमुद्वोढुं सार्थवाहस्तमत्यजद सनिदाखे जलं पादुं जगाम च महानदीं दैवात्पङ्गे निमग्नोऽसौ तदो मृत्युवशं गतः प्लवितास्तिर्जले पुण्ये तीर्थस्यास्य प्रभावतः कन्याकुब्जेश्वरसुतो राजा जातिस्मरो भवद संस्मृत्य च स्ववृत्तान्तं प्रभावं तीर्थजं महद आगत्य तज्जले स्नात्वा ददौ दानान्यनेकशः स तत्र स्थापयामास देवदेवं महेश्वरम् अत्र तीर्थे नरस्नात्वा सम्पूज्य महिषेश्वरं रक्तादित्यमुखं दृष्ट्वा सर्वपापैः प्रमुच्यते साभ्रमत्युपकं यत्र पूर्वतः पश्चिमं व्रजेद प्रयागादपि तत्पुण्यं सर्वकामप्रदं महद दत्तं द्विजेन्द्रेषु हुदं यदग्नौ श्राद्धं कृतं जाप्यमिहाक्षयं स्याद वो भूतिला काञ्चनवस्त्रधान्यं शयासनं वाहनच्छत्रदानं यं यं वाञ्छयदे कामं तं तं प्राप्नोति मानवः श्रीमहेशप्रसादाच्च तीर्थस्यास्य प्रभावदः बालापेन्द्रम् इदं तीर्थं पुण्यपापहरं सदा यं दृष्ट्वा मुनयः सर्वे विदरागा सदैव तु यत्र माहिषनामेदि स्वेदाख्यं पुण्यदं महद यत्र स्नात्वा तु देवेशि पुनर्जन्मन विद्यते गोदावर्यां कृते स्नाने यद्फलं लभते नरः तद्फलं लभते देवि अत्र तीर्थेन संशयः इति श्रीपात्मे महापुराणे उत्तरखण्डे बालाभेन्द्रं तीर्थं नाम द्विपञ्चाशदधिकशततमोऽध्यायः ओम्।